संस्कृतं नित्यं वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं, संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं, हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्यननु कुर्याम विश्वं शान्ति समन्वितम्। अवगम्यते। इदानीमपि यथा अहं कृतवती तथा सर्वेषां मुखे किञ्चित् इदानीमेव निद्रा दृश्यते। अस्तु, पठ्यताम्। कुतः पठनीयमिति एव मम शङ्का। परन्तु अत्र अद्यतन विषयः किञ्चित् सम्यक् अस्ति। सम्यक् इत्युक्ते व्यवहाराः सन्ति इति कारणात् किञ्चित् प्रायः तत्र राजधानीं प्राविश्यपर्यन्तम् अभवत्। अक्षराणि बृहत् करोति वा? अस्तु, पर्याप्तम्। प्रायः इतः किल अथ कालक्रमेण 87 ततः किल। अस्तु पठामि। तदभवत् खलु? तदेव गजनीदेशं, तदेव तदनन्तरं किम् इति मम तत्र शङ्का। वयम् अहं अतः सः पृथ्वीराजं, मुनिः महोदय, सर्वं वदति खलु तदा इदानीं स्थितिः कथम् अस्ति इति। तत्र दिल्लीम् अश्वायां बभूव इत्यादिकं तत् न अभवत्। अतः तत्र केवलं पूर्वं सः सोमनाथमन्दिरं ध्वस्तवान्, अनन्तरं तत्र मूर्तिं ध्वस्तवान् इति तावदेव पठितवन्तः। ओहो, तदेव गजनीं राजधानीं नाम राजधानीं प्राविशत्। गजनीं नाम राजधानीं प्राविशत्। अस्तु ओहो, तावदेव वा? अस्तु पठतु। पठामि। अथ अपि च तत्र क्षम्यतां, तत्र क्षम्यताम्, सिन्धुनदम् उत्तीर्य इत्यादिकं सर्वम् अभवत् अर्थ इति तस्मादेव। क्षम्यताम्, इतोपि किञ्चित् अधिकं पठितमिति मम मनसि। प्रायः अस्मिन् अनुच्छेदे केवलं पठनं कृतं, विवरणम् इतोपि न दृष्टं वा? अहं न जानामि, चिन्ता नास्ति, एकवारं पठन्ति चेत् सर्वेषां कालक्रमे स्मरणं भवति। अथ कालक्रमेण 87-उत्तर-1000तमे वैक्रमाब्धे सशोकं सकष्टञ्च प्राणान् त्यक्तवती महामदे घोरदेशवासी कश्चित् शहाबुद्दीन नामा प्रथमं गजनीदेशमाक्रम्य महामदकुलं धर्मराजलोकाध्वन्यध्वनीनम् अध्वनीनं विधाय अध्वनीनं विधाय सर्वाः प्रजाश्च पशुमानं मारयित्वा तद् रुधिरार्द्रं मृदा घोरदेशे बहून् गृहान् निर्माय चतुरङ्गिन्यानीकिन्या चतुरङ्गण्या अनीकिन्या ओ अनीकिन्या ओ अनीका सेना अनीकिन्या भारतवर्षं प्रविश्य शीतलशोणितान्यप्य शीतलशो असयन् शी शीतलशोणितानपि असयन् शीतलशोणितानपि असयन् 50-उत्तर-1200शतमितेब्धे दिल्लीम् अश्वयां बभूव। अश्वयां बभूव। ततो दिल्ली अत्र अश्वयां बभूव इत्यस्य अर्थः कथम् अस्ति इति अनन्तरं पश्यतु। इदानीं तस्य विवरणं किञ्चित् ददाति वा? तर्हि कालक्रमेण 87-उत्तर-1000तमे वैक्रमाब्धे तत्र सः महामदः गजनी दिवङ्गतः, अनन्तरं तदा घोरदेशवासी कश्चित् शहाबुद्दीन् नाम प्रथमं गजनीदेशम् आक्रम्य अनन्तरं तत्र महामदकुलं धर्मराजलोकाध्वन्यध्वनीनं ध्वनीनां विधाय अवगतं खलु? अध्वनी मार्गः वा? न अध्वनीनम् इति मार्गः भवतु, धर्मराजलोक लोकस्य अध्वनि अध्वनीनं विधाय इत्युक्ते यमलोकं प्रेषयित्वा इति. यमलोकस्य यमलोकं गन्तुं यः मार्गः अस्ति तस्मिन् मार्गे मार्गस्थं कृत्वा इति, इत्युक्ते मारयित्वा तावदेव. अस्तु, विधाय सर्वाः प्रजाः प्रजाश्च पशुमारं मारयित्वा. तत्र पशुमारं यथा पशुमारम् इत्युक्ते यथा पशून् यथा ताडयन्ति ताडयन्ति खलु, तत्र दया एव न भवति. तादृश क्रूरकार्यस्य पशुमारम् इति वदामः. यथा पशून् मारयन्ति तथा मारयित्वा एवं पशुमारं मारयित्वा तद् रुधिरार्द्रमृदा घोरदेशे बहून् गृहान् निर्माय. ओहो, तत्र रुधिर आर्द्ररुधिरं भवति खलु, तेन मृत्तिकया सह रक्तमेव अस्तु उपयुज्य बहून् गृहान् निर्माय. चतुरङ्गिन्या अनीकिन्या नाम सेनया भारतवर्षं प्रविश्य शीतल सह भारतवर्षं प्रविश्य सः भारतवर्षं प्रविश्य शीतल शोणितान् अपि असयन् असयन् इद इत्युक्ते शोणितं रक्तं किञ्चित् उष्णं भवति चेत् तेषां पराक्रमः वेगः सर्वम् अधिकं भवति. वृद्धाः कथं भवति, तेषां शीतलं भवति शोणितम् इति, केवलं ते अधिक गतियुक्ताः न भवन्ति खलु, तादृशवृद्धानपि मारयन् इति मारयन्. ओहो, पञ्चाशदुत्तरद्वादशशतमितेब्धे दिल्लीं दिल्लीम् अश्वयां बभूव. तत्र तस्य अर्थः अस्ति अश्वैः इति वा किमपि आसीत्, अश्वयां अश्वैः अतिचक्राम. ओहोहो अस्तु, अश्वयां बभूव. ततो दिल्लीश्वरं पृथ्वीराजं काण्यकुब्जेश्वरं जयचन्द्रं च पारस्परिकविरोधज्वरग्रस्तं विस्मृतराजनीतिं भारतवर्षदुर्भाग्याय माणमाकल्लय्य दुर्भाग्यायमाणम् आकलय्य अनायासेन उभौ अपि विशस्य वाराणसी पर्यन्तम् अखण्डमण्डलम् अकण्टकम् अकीटकिट्टं महारत्नमिव महाराज्यम् अङ्गीचकार. तेन तत्तु बहु प्रसिद्धा कथा खलु, प्रसिद्धं चरित्रं तत् दिल्लीश्वरं पृथ्वीराजम् इति. सः पृथ्वीराजः बहु वीरः, पराक्रमशाली, अति निपुणः, अनन्तरं सर्वैः सर्वदा प्रशंसितः एव. सः दिल्ली मध्ये सः शासनं करोति स्म. अनन्तरं कन्यकुब्जे जयचन्द्रः आसीत्, जयचन्द्रस्य पुत्री आसीत्. वयं पठितवन्तः संयुक्ता वयं कुलभूषणस्य नाटकेषु एकं खलु. अस्तु, तस्याः परस्परं प्रणयः आसीत् एतस्य विषये, परन्तु तौ अपि सः मारितवान् जयचन्द्रः. स्वदुहिता भवति चेदपि, जामाता भवति चेदपि, परस्परम् अतिविरोधः आसीत्, चारित्रिकरीत्या तथा एव अभवत्. तस्य विरोधस्य कृते इतोपि किञ्चित् पुटीकृतवान् एषः, पुटीकृतवान् न, तस्य किञ्चित् अधिकं द्वेषम् उत्पादितवान् सः महम्मद् घोरी. अनन्तरं परस्परं तेषामेव युद्धम् अभवत्, द्वौ अपि मरणं प्राप्तवन्तौ. अनन्तरं सः भारतवर्गस्य दौर्भाग्यवशादेव तत् सेनोभौ सेना उभौ अपि विशस्य वाराणसी पर्यन्तम् अखण्डमण्डलम् अकण्टकम् अकीटकितम् महारत्नमिव महाराज्यम् अङ्गीचकार. तत्सर्वम् इदानीं तस्य देशः अन्यस्य जामातुः देशः इति देशौ परितः यानि यानि अन्यानि राज्यानि आसन् तत् तानि सर्वाणि आक्रान्तवान् सः. तत्र कीटकीटम् इत्यस्य अर्थः कः इति पश्यतु. तत्र अकीटकिट्टं किट्टं कीटकिट्टविरहितं कीटाः क्रमयः किट्टं मलं. तर्हि तादृशं देशं तादृशं स्थलं सः अङ्गीचकार. अस्तु. अकण्टकम् अकीटकिट्टं महारत्नमिव महाराज्यं महाराज्यम् इति पदस्य विशेषणानि अङ्गीचकार. तेन वाराणस्यामपि बहवो स्थितगिरयः प्रकथिताः. बहवः अस्थिगिरयः अस्थिगिरयः बहवः अस्थिगिरयः तावन्तः जनाः मारिताः चेत् तेषाम् अस्थिसमूहः एव गिरिसदृशः आसीत्. रिङ्गत्तरङ्गभङ्गा गङ्गापि शोणितशोणा शोणीकृता. ओहोहो रिङ्गत्तरङ्गभङ्गा गङ्गा इत्युक्ते रिङ्गत् इत्युक्ते चलन्तः तरङ्गाः याः भवन्ति तेषां तथा तरङ्गाः बहु वेगेन चलन्ति चेत् पुनः पुनः भङ्गीकृताः इत्युक्ते तत्र क्षम्यतां भङ्गाः भवन्ति इत्युक्ते तत्र तरङ्गानामपि भिन्नता भवति खलु. तादृश बहु तरङ्गयुक्ता गङ्गानदी अपि शोणितशोणा शोणीकृता रक्तमिव रक्तवर्णीकृता गङ्गा अपि अवगतं खलु. शोणीकृता परसहस्राणि च देवमन्दिराणि भूमि सात् कृतानि नष्टानि. भूमिसात् कृतानि इत्युक्ते समतलं मूलसहितं सम्पूर्णनाशः इति तरमट्टं पट्टि. भगवद्गीतायां भस्मिसात् कृतम् इति तथा एव भूमिसात् कृत. अन्यस्य क्रमः भवतु महोदय. अत्र यद् वयं पठितवन्तः तत्र अस्थिगिरि कृतम् इत्यादिकं तेन अस्नामगिरिः तादृशं तादृशं काश्मीरे कुत्रचित् इतोपि अस्ति महोदय. 1890 सर्वदा तत्र कलहः एव आसीत् इति काश्मीरस्य चरित्रं वयं किञ्चित् मङ्गलवासरवर्गे पठितवन्तः. तत्र सर्वदा युद्धं युद्धम् इदम् तथा एव अभवत्. तरुम् अस्माकमेव किञ्चित् तत् सोढुं न शक्तुं पठनं पर अर्धभागे वयं स्थगितवन्तः. तस्य नाम किं राजतरङ्गिणी वा राजतरङ्गिणी राजतरङ्गिणी कल्हण. ओ तत्र पठितवन्तः. भवती अपि तस्मिन् समये आसीत् खलु तस्मिन् वर्गे मङ्गलवासरवर्गे. न महोदय किञ्चित् कालमेव आसम् किन्तु यदा तत् पठितं तदा नासम् अहं. किन्तु यदा 1890 मध्ये तत्र नरसंहारः जातः तत्समये तत्र एकः नूतनः गिरिः कृतः. तस्य नाम अस्ति बट्मालु इति मम अनुजः उक्तवान्. सः किञ्चित् कालं यावत् तत्र वसति स्म. तर्हि बट्मालु इति बट्मालु इत्युक्ते किम् इति चेत् तत्र बट् इत्युक्ते भटाः इत्युक्ते ब्राह्मणाः. तेषां यज्ञोपवीतानि ते कर्तयित्वा तेषां हननं कृत्वा यज्ञोपवीतानि कर्तयित्वा तैः यज्ञोपवीतैः निर्मितः गिरिः तत्र अस्ति इति तथा कापि स्थितिः अस्ति तत्र बट्मालु इति वदति. सन्ध्या भगिनी भवत्याः ध्वनिः किञ्चित् मन्दं श्रूयते इतोपि किञ्चित् समीपम् आगच्छतु. अस्तु अग्रे पठ्यताम् अग्रे. अखिला अहं पठामि. स एव प्राधान्येन भारते यावन्नराज्यकुङ्कुरारोपकोऽभूत् यावनराज्यस्य अङ्कुरः यावनराज्यारोपकः अभूत् राज्याङ्कुरा यावनराज्याङ्कुरारोपकोऽभूत् तस्यैव च कश्चित् क्रीतदासः कुतुबुद्दीनन नामा प्रथमभारतसम्राट् सञ्जातः तत्र स्लेव् डैनस्टि वदामः किल तदेव एत एष एव तत्र कुतुब् मीनार् निर्मितवान् नाम्ना एव मीनार् तमारभ्य अद्यावधि राक्षसा एव राज्यम् अकार्षुः दानवा एव च दीनान् अधीदलन् अभूत् केवलम् अकबरशाह नाम यद्यपि गूढशत्रुः भारतवर्षस्य तथापि शान्तिप्रियः विद्वत् प्रियश्च अस्यैव प्रपौत्रः मूर्तिमदिव कलियुगं मूर्तिमदिव मूर्तिमदिव कलियुगं गृहीतविग्रह इव चार्धर्मः आलमगीरोपाधिधारी औरङ्गजीवः सम्प्रति सुन्दरमस्ति एतद् वाक्यं तम् आरभ्य अद्यावधि राक्षसः एव राज्यमकार्षुः अत्र ये दानवाः एव इति इव इति भवति चेत् उत्तमं दीनान् अधीदलन् अनन्तरं केवलं तत्र मुघलाः सर्वे आगताः इति तेषां मध्ये केवलम् अक्बरशाह नाम शान्तिप्रियः आसीत् तस्य प्रपौत्रः कलियुगं मूर्तिमत्तिव औरङ्गजेब अधर्मः गृहीतविग्रह इव आलमगीर उपाधिधारी तत्र चक्रवर्तिनम् आलमगीर इत्येव खलु उर्दुभाषायां वदन्ति उपाधिधारी औरङ्गजेबः सम्प्रति दिल्लीवल्लभतां कलङ्कयति दिल्लीराज्यस्य उच्चस्थानं सिंहासनम् अस्ति खलु तं कलङ्कयति अलङ्करोतु इति वयं वदामः तत्र यत्र यत्र अर्थ केवलं व्यञ्जनमस्ति तत्र सर्वत्र अकारं वा किमपि स्वरं स्थापयित्वा भवति पश्यतु आलमगीरः इति अस्ति औरङ्गजेब इत्यस्य अवरङ्गजीबः अवरङ्गजीबः अक्बर् शाह इत्यस्य अकबरशाहः अफजल् खान् इत्यस्य अपि अग्रे आगच्छति अफजल खानः अस्यैव पताकाः केकेयेषु मत्स्येषु मगधेषु अङ्गेषु वङ्गेषु कलिङ्गेषु च दोधूयन्ते केवलं दक्षिणदेशे अधुना अप्यस्य परिपूर्णो नाधिकारः संवृत्तः दक्षिणदेशे अधुना अपि अस्य परिपूर्णः अधिकारः न संवृत्तः इति भवति अन्य कोऽपि पठति वा तस्य विवरणम् सम्यक् अवगतम् इति मन्ये अधिक अग्रे सरलमेव अस्ति महोदय पठामि महोदय दक्षिणदेशो हि पर्वतबहुलोऽस्ति बहुलः अस्ति अरण्यानि सङ्कुलश्चास्ति इति चिर उद्योगेनापि न अयम् अशकन् महाराष्ट्रकेसरिणो हस्तयितुं साम्प्रतम् अस्य एव आत्मीयो दक्षिणदेशशासकत्वेन शास्तिखाननामा प्रेष्यत इति श्रूयते. प्रेष्यते इति श्रूयते इति भवति. हा अस्तु, हा प्रेष्यते इति श्रूयते. महाराष्ट्रदेशरत्नं यवनशोणितपिपासाकुलकृपाणः वीरता सीमन्तिनी सीमन्तसुन्दरसान्द्रसिन्दूरदानदेदीप्यमानदोर्दण्डः मुकुटमणिर्महाराष्ट्राणां भूषणं भटानां निधिर्नीतीनां कुलभवनं कौशलानां पारावारः परमोत्साहानां कश्चन प्रातःस्मरणीयः सुधर्माग्रहग्रहप्रहिग्रहिलः शिव इव धृतावतारः शिववीरश्चास्मिन् पुण्यनगरान्नेदीयस्येव सिंहदुर्गे ससेनो निवसति. अत्र शिवाजीमहाराजस्य बहु वर्णनमस्ति. तत्र कानिचन पदानि, समासयुक्तानि पदानि बहु सम्यक् अस्ति. तत्र तस्य किञ्चित् विवरणं पश्यामः. पुनः प्रारम्भतः पठित्वा अर्थमपि वदतु. दक्षिणदेशो हि पर्वतबहुलोऽस्ति. दक्षिणदेशे बहवः पर्वताः सन्ति इति. अरण्यानि सङ्कुलश्च अस्तीति चिर उद्योगेन अपि. घन अरण्यानि सन्ति. सङ्कुलः इत्युक्ते अरण्यानां समूहः च अस्ति इति चिरात् योगेन अपि भवति किल महोदय. चिर उद्योगेन इत्युक्ते बहु प्रयत्नः कृतः चेदपि यश कुतुबुद्दीनः सः एव खलु सः न शक्तवान् महाराष्ट्रकेसरिणः हस्तयितुं न शक्तवान् साम्प्रतम्. अस्य एव दक्षिणदेशशासकत्वेन शास्तिखान इति नाम्ना कश्चन शासकः आसीत् महाराष्ट्रदेश. ओ प्रेष्यते, तेन प्रेषितं किम्? अस्तु, सः प्रेषितः. सः दक्षिणदेशं प्रति प्रेष्यते सः इति श्रूयते. परन्तु पुण्यनगरे महाराष्ट्रस्य पुण्यनगरे इति पूनानगरे सिंहदुर्गे निवसन् शिवाजी इति शिववीरः शिवराजः इति आसीत्. अपि च कीदृश इत्युक्ते अस्ति कीदृश इत्युक्ते स महाराष्ट्रदेशस्य रत्न. तस्य कृपाणः यवनशोणितपिपासा तस्य कृपाणस्य पिपासा अस्ति. यवनस्य रक्तकुलः खड्गः यस्य सः इति बहुव्रीहि समासः सर्वत्र. महाराष्ट्रदेशरत्नं कर्मधारया. महाराष्ट्रस्य देशरत्नं पिपासा कुलः यस्य सः वीरता सीमन्तिनी सीमन्तसुन्दरसान्द्रसिन्दूरदानदेदीप्यमानदोर्दण्डः. यस्य दोर्दण्डः देदीप्यमान अस्ति सिन्दूरेण. कीदृशसिन्दूरम् इत्युक्ते सीमन्ता एव वधूः. सीमन्तम् इत्युक्ते अहम् उक्तवती खलु, तत्र विभागः क्रियते तत्र सीमन्ते सीमन्तप्रदेशे सुन्दरं सान्द्रं सिन्धूरं यः स्थापयति. अस्तु, साधारणतया पत्न्याः सीमन्तमध्ये सिन्दूरं पतिः स्थापयति इति साधारणतया श्रुतं खलु. अत्र वीरता एव पत्नी इति सीमन्तिनीं कृत्वा तस्य सिन्दूरदानम् एषः करोति इति तावान् महावीरः शिवराजः इति वक्तुं तथा यत् तेन येन बाहुना करोति तादृशवीरपराक्रमयुक्तदोर्दण्डः बाहौ सः. महाराष्ट्राणां मुकुटमणि इव, भटानां भूषणमिव, नीतिनां निधि इव, कौशलानां कुलभवनं, परम उत्साहानां पारावारः, अपि च यस्य स्मरणं प्रातः करणीयं, प्रातः स्मरणीयः कश्चन सधर्माग्रहग्रहग्रहीलः. एतद् ग्रहग्रहीलः इत्युक्ते तस्य अर्थं पश्यामः. हठादपि पालनम् अत्र अस्ति, दृढतरः स्वधर्मस्य सनातनधर्मस्य आग्रहग्रहः पालनम्. ओ, स्वधर्मस्य परिपालनं हठादपि इत्युक्ते बहु प्रयत्नेन वा निश्चयेन, हठात् इत्युक्ते अर्थः निश्चयेन दृढमनसा करोति चेत् तस्य हठात् इति अर्थः. पालनं तस्मिन् पालने प्रहीलः ग्रहीलः, ग्रहीलः इत्युक्ते दृढतरः. ग्रहिलः शिव इव धृत अवतारः, शिववीरश्च अस्मिन् पुण्यनगर पुण्यनगरात् नेदियस्य इव सिंहदुर्गे ससेनो निवसति. नेदियस्य इत्युक्ते समीपे विद्यमाने सिंहदुर्गे सेनायाः सह निवसति इति अस्ति. अत्र अग्रे अन्येन पठ्यता. अहं पठामि. विजयपुरादीश्वरेण साम्प्रतमस्य प्रवृद्धं वैरम्. साम्प्रतम् अस्य वैरं प्रवृद्धं विजयपुराधीश्वरेण इत्युक्ते बिजापुर सुल्तान. कार्यं वा साधेयं देहं वा पातयेयम् इत्यस्य सारगर्भा महती वीरमरणं प्राप्नोमि, कार्यं साधयामि अन्यथा वीरमरणं प्राप्नोमि इति तस्य ध्येयम् इति. सतीनां सतां त्रैवर्णिकस्य आर्यकुलस्य धर्मस्य भारतवर्षस्य च आशा सन्तान वितान वितानस्य अयम् एव आश्रयः. आर्यकुलस्य धर्मस्य भारतवर्षस्य च आशा सन्तान विधानस्य अयमेव आश्रयः. इयमेव वर्तमाना दशा भारतवर्षस्य. किम् अधिकं विनिवेदयामः योगबलावगत सकलगोप्यतम वृत्तान्तेषु योगीराजेषु इति कथयित्वा विरराम. तत्र सतीनां सतां त्रैवर्णिकस्य इत्युक्ते आर्यकुलस्य वर्गत्रयस्य अपि धर्मस्य भारतवर्षस्य आशासन्तानवितानस्य अयमेव आश्रयः इति इत्युक्ते परम्परायाः अभिवृद्धिः तदेव सनातनधर्मस्य सनातनपरम्परायाः अभिवृद्धिः एव. वितानम् इत्युक्ते उपरि आगच्छति खलु छत्ररीत्या, तदेव वितानं तस्य कृते आश्रयः एषः एव इति. एवमस्ति वर्तमाना दशा भारतवर्षस्य. अधिकं किम् अहं वदामि, यतः भवानेव योगबले बलादेव योगबलात् एव सकलगोप्यतमवृत्तान्ताः अपि भवता अवगताः. तादृश भवान् तादृशः अस्ति, अतः त्रिकालज्ञानी इति अर्थः. अहं किं वक्तव्यं, मया किं वक्तव्यं, भवानेव जानाति इति उक्तम्. अग्रे अपि पठतु किञ्चित्. अस्तु. तदा तदाकर्ण्य विविधभावभङ्गभासुरवदनः योगिराजः मुनिराजं तत् सहचाराञ्च निपुणं निरीक्ष्य तेषामपि शिववीरान्तरङ्गता मङ्गीकृत्य शिववीरान्तरङ्गताम् अङ्गीकृत्य मुनिवेशव्याजेन स्वधर्मरक्षाव्रतिनः च उत्तमं विजयतां शिववीरः सिद्ध्यन्तु भवतां मनोरथाः इति मन्दं अत्र हृधातुः वि इति उपसर्गद्वयम् अनन्तरं लुङ्लकारः भवति अतः व्याहार्षीत् इति रूपम् अस्तु. इदानीं विविधभावभङ्गभासुरवदनः इत्यस्य अर्थः व्याख्याने कथमस्ति इति पठतु. नास्ति इति मन्ये तत्र वदामः, वयमेव पश्यामः. अत्र अर्थः भवति तत् सर्वं यदा यदा मुनिः उक्तवान् तदा तदा योगिराजः तत् समानरीत्या तस्य कथनस्य श्रवणेन तस्य मुखभावः अपि तथा तथा परिवर्तनं प्राप्नोति इति. अतः भावभङ्गभासुरवदनः सः. अनन्तरं योगिराजः मुनिराजं तत् सहचरम् इत्युक्ते गौरभटुः कृष्णभटुः इति इतोपि बहवः वटवः सन्ति तत्र ब्रह्मचारिणः, तेषां ततः मुदिराजम् अनन्तरं तस्य सहायकानपि निपुणं निरीक्ष्य. निपुणम् इत्युक्ते बहु ध्यानेन अवधानेन जागरूकतया इति अर्थः. निपुणं निरीक्ष्य तेषामपि शिववीरान्तरगताम् अङ्गीकृत्य इत्युक्ते शिवराजस्य बहु आप्तगूढचराः एते सर्वे इति तत्सर्वम् अङ्गीकृत्य मुनिवेशव्याजेन एव ते सर्वे शिवराजस्य गूढचराः रीत्या वा वीराः रीत्या सैन्यस्य वीराः इव बहु स्वधर्मरक्षार्थं व्रतं स्वीकृतवन्तः इति रक्षाव्रतिनः इति उररीकृत्य सम्यक् अङ्गीकृत्य एवं सः वदति सिद्ध्यन्तु भवतां मनोरथाः शिवराजः विजेताम् इति वदति. तर्हि एते सर्वे शिवराजस्य जनाः एते सर्वे आम् सर्वे वीराः एव केवलं मुनिवेशव्याजेन तत्र वसन्ति. अस्तु अग्रे संध्या भगिनी भवती पठति किम्? श्रूयते वा सम्यक्? अथ किमपि पिपृच्छिष्यामीति शनैरभिधाय बद्धकरसम्पुटे सोत्कण्ठे जटिलमुनौ अवगतं यवनयुद्धे विजय एव दैवादापद्ग्रस्तोऽपि च सुखिसाहाय्येन आत्मानम् उद्धरिष्यति इति समभाणीत्. तर्हि अभाणीत् उक्तवान् तर्हि मुनिश्च गृहीतमित्युदीर्य पुनः किञ्चिद् विचार्येव स्मृत्वेव च दीर्घमुष्टं निश्वस्य रोरुध्यमानैरपि किञ्चिद् उद्गतैः बाष्पबिन्दुभिः आकुलनयनो भगवन् प्रायो दुर्लभो युष्मदृक्षाणां साक्षात्कार इत्यपरापि पृच्छाच्छादयति माम् इति न्यवेदित्. मुनिः उक्तवान् इतोपि किमपि प्रष्टुम् इच्छामि इति. स च आम् उररीकृतं क्षम्यताम् ऊरीकृतं जीवति सः सुखेनैवास्ते इति उदतीतरत्. अथ तं कदा द्रक्ष्यामि इति पुनः पृष्टवती. तद्विवाहसमये द्रक्ष्यसि इत्यभिधाय बहूनि सान्त्वनावचनानि च गम्भीरस्वरेण उक्त्वा सपदि उपत्यकां गण्डशैलान् अधित्यकाञ्च आरुह्य पुनः तस्मिन्नेव पर्वतकन्दरे तपः तपस्तप्तुं जगाम. तर्हि आदौ किम् उक्तवान् मुनिः उपरि दर्शयति वा? किञ्चित् पदविभागं कृत्वा पठति चेत् तथा एव अर्थः अवगम्यते. अथ तर्हि तद् योगिराजः सिद्ध्यन्तु भवतां मनोरथः इति उक्तवान्. अथ किमपि पिपृच्छिषामि इति शनैः अभिधाय बद्धकरसम्पुटे सोत्कण्ठे जटिलमुनौ अवगतं यवनयुद्धे विजय एव दैवादापद्ग्रस्तोऽपि सः सुखिसाहाय्येन आत्मानम् उद्धरिष्यति. ओ क्षम्यतां, सखिसाहाय्येन आत्मानम् उद्धरिष्यति इति समभाणीत् इति कः? अथ किमपि तत् सः न पृष्टवान् एव पिपृच्छिष्यामि इति. सः बद्धकरसम्पुटः इत्युक्ते करद्वयमपि योजयित्वा किञ्चित् उत्कण्ठस्वरेण वक्तुं यदा प्रवृत्तः भवति तदा एव सः योगिराजः अवगतम् इति सः वदति. मया अवगतम् अतः यवनयुद्धे विजयः एव भवति. आपद्ग्रस्तः भवति चेदपि अनन्तरं स्नेहितानां साहाय्येन सः रक्षणं प्राप्नोति शिवराजः इति. आत्मानम् उद्धरिष्यति इत्युक्ते सः रक्षिष्यति, सः आगच्छति इति. रक्षिष्यति इति आत्मानम्. अनन्तरं पुनः मुनिश्च गृहीतमिति उदीर्य इत्युक्ते अवगतम् इति उदीर्य इत्युक्ते उक्त्वा. पुनः किञ्चित् विचार्य एव स्मृत्वा चिन्तितवान् इव इति अर्थः भवति. दीर्घम् उष्णं निश्वस्य रोरुध्यमानैः किञ्चित् उद्गतैः बाष्पबिन्दुभिः आकुलनयनः. भगवन् प्रायो दुर्लभो युष्माद्रक्षाणां साक्षात्कारः इति अपरापि पृच्छा आच्छादयति माम्. अत्र आच्छादयति इति कस्मिन् अर्थे इत्युक्ते प्रश्नः. इतोपि एकः प्रश्नः अस्ति, यतः भवादृशयोगिनः बहु त्रिकालज्ञानिनः भवन्ति, यतः बहुकालं यावत् तपः कृत्वा कृत्वा तेषां योगशक्तिः अधिका भवति, अतः ते त्रिकालज्ञानिनः भवन्ति. अग्रे किं भविष्यति इत्यपि तैः अवगम्यते, अतः साक्षात्कारं कृतवन्तः कालम् अपि. अतः अपरापि पृच्छा, अन्यः अपि प्रश्नः अस्ति, तद् माम् आच्छादयति, मम मनसि अस्ति इति. स च इत्युक्ते योगिराजः. स च आम् ऊरीकृतम्, ऊरीकृतम् अपि च अङ्गीकृतम् गृहीतं. तत्र तदापि सः न पृच्छति, तदा एव उत्तरं वदति एषः योगी. अपि च कस्यचित् विषये वदति जीवति सः सुखेनैव आस्ते इति कस्यचित् विषये वदति उदति योगिराजः. एतस्य प्रश्नात् पूर्वमेव तस्य मनसि यः कः प्रश्नः अस्ति इति जानाति सः, तस्य उत्तरं वदति. जीवति सः आपद्ग्रस्तः भवति भविष्यति इति उक्तवान् खलु, अतः सुरक्षितः भवति इति. किन्तु महोदय अपग्रस्तः भवति किन्तु सखि साहाय्येन उद्धारयिष्यति स्वाम् इति उक्तवान् खलु, तर्हि अत्र अन्यस्य विषये प्रश्नः वा? युवराजस्य एव. तत्र अग्रिमप्रश्नः साक्षात् पृष्टः एव. अस्तु, तं कदा द्रक्ष्यामि इति, विवाहसमये द्रक्ष्यसि इति उक्त्वा योगिराजः गतवान् तत्र. पुनः तावत्पर्यन्तं शिवराजस्य विवाहः न सञ्जातः किं? तदनन्तरमेव वा? न ज्ञायते, अत एव चिन्तयामि अत्र अन्यस्य विषये पृच्छति वा मुनिः इति मम प्रश्नः. न न, शिवराजस्य विषये जीवति सः इति उक्तं खलु, शिवराजस्य विषये एव. अस्तु, तर्हि पुनः योगिराजः तपः कर्तुं निर्गतवान् इति तत्रैव. उपत्यकान् गण्डशैलान् अधीत्यकान् च आरुह्य पुनः तस्मिन्नेव प्रार्थना. उपत्यकाम् इत्युक्ते तत्र समानस्थले याः या भूमिः अस्ति तत्तु उपत्यकम् इति. गण्डशैलान् इत्युक्ते तत्र तत्र शिलाखण्डाः पर्वतात् पतन्ति पदे पदे, तत्र तादृशमार्गे एव. अनन्तरं तानपि अतिक्रम्य अधीत्यकान् इत्युक्ते इतोपि किञ्चित् उपरि भवति खलु, प्रस्थभूमिः इति वदन्ति, मेसा इति वदन्ति खलु, तादृशप्रदेशाः अधीत्यकाः इति नाम. तान् आरुह्य पुनः तस्मिन्नेव पर्वतकन्दरे सः जगतु. प्रश्नः अस्ति महोदय, किम् अद्य सा न दृश्यते साधारणतया? मम एकः प्रश्नः अस्ति महोदय, अत्र ऊरीकृतम् इत्यत्र कीदृशधातुः, धातुः कः इति? ऊरीकृत्य इत्यत्र धातुः अस्ति, वदामि ऊरीकृतं, एकक्षणं वदामि, अर्थः अवगतं, केवलं धातुः कीदृश इति वदामि. कृ धातुः एव किल, कृ करोति यथा अलङ्कृतं तथा ऊरि इति तत्र तावदेव उपसर्गवत् अत्र. अस्तु, ऊरि इति उपसर्गम्, उपसर्गवत् अलङ्कृत्य इति वदामः खलु, तदवगतम्. ऊरि अस्तु, ऊरि इत्युक्ते उपसर्गवत्. अपि च तत्र ऊरीकृतम् उररीकृतं द्वयोः भेदः अस्ति वा, भिन्ने पदे अपि च अर्थभेदः अस्ति वा इत्यपि. उररी इत्युक्ते अत्र ऊयि इति धातुः, ररीक् इति प्रत्ययः भवति एतेषां, न क्षम्यताम्, तत्र ऊरी ऊयि इत्येव धातुः, अनन्तरं ररीक् इति युज्यते, पुनः तदनन्तरं गतिसंज्ञा भवति यदा कृ धातुः भवति तेन सह, तदा गतिसंज्ञा भवति इत्यस्य इत्यत्र. अनन्तरम् अतः उररी प्लस् कृङ् इति भावे पुनः भिन्नः प्रत्ययः, घञ् घञ् प्रत्ययः, तद् ततः उररीकृत्य इति रूपम् इत्यत्र. शक्यते चेत् एतत् सूत्रसङ्ख्यां स्वीकरोतु, यथा तृतीयाध्याये तृतीयपादे अष्टादशतमं सूत्रं पश्यन्ति चेत् इतोपि विवरणं दीयते. एतद् इदानीम् अतः उररी कृ इति भवति मूलं, ते तस्य भिन्नभिन्नरूपं भवति, उररीकारः, उररी कृत्य, करणम्, एतत् सर्वम् आगच्छति. एतत् अर्थः भवतु अङ्गीकृत्य. महोदय, संख्या का, क्षम्यतां, तृतीयपादे तृतीयाध्याये तृतीयपादे अष्टादशम्, अष्टादश भावे इति अस्ति. तत्रैपि कृन्तरूपमपि अस्ति, उररी कृतम् इति अपि भवति, कृधातुः भवति इति कारणात् भिन्नभिन्नरूपाणि लभ्यन्ते. अस्तु, अष्टाव्यं. किन्तु अर्थः तु समानः खलु, ऊरीकृत उररीकृत अर्थः तु समानः एव, स्वीकृत इति ऊरीकृत इत्यस्यपि अङ्गीकृतम् अङ्गीकारः इति अर्थः वा? अत्र उररीकृत इत्यस्य स्वीकारः विस्तारः इति अर्थः दत्तः. तदेव अङ्गीकारः स्वीकारः इति अर्थः अस्ति खलु उररी, तथा ऊरीकृत्य इत्यस्यपि अस्ति वा? स्वीकृतम् आम्, तदेव अत्र ह्रस्वः वा दीर्घः वा? अस्मात् अत्र शिवमहाराजस्य पुस्तके इति अस्ति ऊरीकृतम् इति. अस्तु पश्यामः अग्रे. अत्र ऊरीकृतम् इति पदमस्ति, तत्र पाठे उररीकृत्य इति अस्ति. ऊरीकृतम् इति एकस्मिन् स्थले, तत्पूर्वम् उररीकृत्य इत्यपि दृष्टं पूर्वम्. अस्तु इतोपि पठितुं समयः अस्ति खलु? अस्तु हा पठामि. ततः महोदय क्षम्यताम्, अत्र आप्ते सप्त शब्दकोशे अत्र ऊरी उरी उरी उरूरि ऊरी ऊरूरि इति चत्वारि रूपाणि दत्तानि. उररि नास्ति वा महोदय? उररि इति नास्ति किम्? तत्र उररी इत्यस्य तत्र तस्मिन् शब्दे एव वयं समासपुस्तके एतस्य उदाहरणं यत् अस्ति दत्तमस्ति उररीकृत्य. उररी इति अस्ति, अस्य इतोपि चत्वारि रूपाणि वर्तन्ते, परन्तु अन्ततो गत्वा तस्य अर्थः अङ्गीकारः सम्मतिः इति अर्थः. तदेव अतः प्रायः एतद् अनुसृत्य एव तमिळ्भाषायां भवति खलु उरुधि शैदान् इति. उरुधि इत्युक्ते दृढीकरणं, तदेव अस्य अर्थः दृढीकरणम् इत्यपि भवति. पठामि. एतत् सम्यक् अस्ति, उत्तरयान् चकार इत्युक्ते उत्तरं दत्तवान् इति अर्थे उदती तरत् इत्यपि अस्ति. अस्तु अग्रे. ततः शनैः शनैः निर्यातेषु अपरिचितजनेषु संवृत्ते च निर्मक्षिके मुनिः गौरवबटुम् आहूय विजयपुराधीश आज्ञया शिववीरेण सह योद्धुं ससेनं प्रस्थितस्य अपजलखानस्य विषये यावत् किमपि प्रष्टुम् इयेष, तावत् पादचारध्वनिम् इव कस्यापि कस्याप्यश्रौषीत्. तम् अवधार्य अन्यमनस्के इव मुनौ गौरभटुरपि तेनैव ध्वनिना कर्णयोः कष्ट इव समुत्थाय निपुणं परितो निरीक्ष्य पर्यट्य कोयम् इति च साम्रेडं व्याहृत्य कमपि अनवलोक्य पुनः निवृत्य मन्ये मार्जारः कोऽपि इति मन्दं गुरवे निवेद्य पुनस्तथैव उपविवेश. निश्च मास्म कश्चिद् इतरः श्रौषीत् इति शशङ्कः क्षणं विरम्य पुनरुपन्यस्तुम् आरभे. आरेभे वत्स गौरसिंह. तत्र यत्र कुत्रापि विवरणम् आवश्यकं चेत् आम् आम् तत्र गौरभटुम् आहूय विजयपुरादीश तत्र बीजापुर आज्ञया शिववीरेण सह योद्धुं सः अफ्जलखानः प्रस्थितस्य अफ्जलखानस्य विषये यावत् किमपि प्रष्टुम् आरभे यावत् किमपि प्रष्टुम् एषा तावत् इष्टवान् यदा यदा सः प्रष्टुम् उद्युक्तवान् तत्पूर्वं तस्यापि पादध्वनिः इव शब्दं श्रुतवान् तत्र तम् अवधार्य तं तत् श्रुत्वा अन्यमनस्के इव मुनौ तत्र अन्यत् किमपि चिन्तयति इति तत्र मुनिः सदा चिन्तितवान् तदा गौरभटुः अपि तेनैव ध्वनिना कर्णयोः कृष्टः इव समुत्थाय सम्यक् निपुणं सम्यक् परितः निरीक्ष्य पर्यट्य कोयम् इति तदा पुनः पुनः यदा सः वदति व्याहृत्य उक्त्वा तामपि अनवलोक्य पुनः निवृत्य पुनः आगत्य मन्ये मार्जारः कोऽपि अस्ति इति मन्दं गुरवे निवेद्य पुनः तथैव तत्रैव उपविष्टवान् मुनिश्च मा स्म कश्चित् इतरः श्रौषीत् तत्र इत्युक्ते इतरेण एतत् किमपि न श्रूयताम् इति अर्थः मा स्म कश्चित् इतरः श्रौषीत् इति सशङ्कः क्षणं विरम्य किमपि अस्माभिः न वक्तव्यम् इति चिन्तयति पुनः उपन्यस्तुम् आरेभे पुनः शब्दः न श्रुतः इति कारणात् वक्तुम् आरब्धवान् परन्तु अत्र किञ्चित् शिवराजस्य विषयं पूर्वं प्रष्टुम् आरब्धवान् इदानीं शिवराजस्य विषयं न वदति यतः केनापि श्रूयते इति कारणेन भिन्नं विषयं वदति अन्येन पठ्यते किम् अखिला महोदय वत्स गौरसिंह अहम् अत्यन्तं तुष्यामि त्वयि यत् त्वम् एकाकी अपजलखानस्य त्रीणश्वानतेन दासीकृतान् पञ्चब्राह्मण तनयांश्च मोचयित्वा आनीतवान् अस्तीति असीति कथं न भवेह ईदृशः कुलम् एवं कुलम् एव ईदृशं कुलमेव ईदृशं राजपुत्रदेशीयक्षत्रियाणां कुलमेव ईदृशं राजपुत्रदेशीयक्षत्रियाणां गौरवटुं प्रशंसति इव तथा किञ्चित् विशिष्य परिवर्तनं कृतवान् तावत् पुनरश्रूयत मर्मरः पादक्षेपश्च ओहो ततो विरम्य मुनिः स्वयम् उत्थाय प्रोच्चं शिलापीठमेकम् आरुह्य निपुणतया परितः पश्यन्नपि कारणं किमपि नावलोकयामास चरणाक्षेपशब्दस्य अतः पुनरेकतानेन निपुणं निरीक्षमाणेन गौरवसिंहेन दृष्टं यत् कुटीरनिकटस्थनिष्कुटक कदलीकूटे द्वित्रास्तरवोतितरां कम्पन्ते इति कम्पन्ते इति तदेव संशयस्थानमित्यङ्गुल्या निर्दिश्य कुटीरवलीके गोपयित्वा स्थापितानां असीनाम् एकम् आकृष्य रिक्तहस्तेनैव मुनिना पृष्ठतो अनुगम्यमानः कपोलतलविलम्बमानान् किम् अस्ति तत्र चक्षुचुम्बिनः कुटिलकचान् वामकराङ्गुलिभिः अपसारयन् मुनिवेषोऽपि किञ्चित् कोपकषायितनयनः कोपेन कषायितनयनः अस्तु करकम्पितकृपाकृपण किम् अस्ति अत्र कृपाणः महादेवम् आरिराधयितुम् आरिराधयिषुः तपस्विवेषः अर्जुन इव शान्तवीररसद्वय द्वयस्नातः शान्तरसः वीररसः इति द्वयेन स्नातः स्नातः द्वयस्नातः सपति समागतवान् तन्निकिटे अपश्यच्च लताप्रतानवितान् वेष्टितरम्भारथं धृतयस्य मध्ये नीलवस्त्र इतोपि बहु दीर्घमस्ति वाक्यं नीलवस्त्रकण्ठवेष्टित मूर्धानं हरितकञ्चुकं श्यामवसनान वसनानद्ध कटितट कर्पूरा गोवसनम् कर्पूरा अधोवसनं काकासनेनोपविष्टं रम्बालवाललग्ना लग्नादो अधोमुख लग्न अधोमुख खड्ग किम् अस्ति अत्र दीर्घमस्ति सरुण्यस्त विपर्यस्तहस्तयुगलं लशुनगन्धिभिः निश्वासैः कदलीकिसलयाणि मलिनयन्तं नवाङ्कुरित दुर्गन्धयुक्तनिश्वासैः कदलीकिसलयाणि कन्यकापहरण पङ्ककलङ्कपङ्ककलङ्कित कलङ्किताननं त्यक्तवती इति मन्ये नवाङ्कुरितश्मश्रुश्रेणी पठितवती नवाङ्कुरितश्मश्रुश्रेणी छलेन कन्यापहरण पङ्ककलङ्कपङ्ककलङ्किताननं विंशतिवर्षकल्पं यवनयुवकम् ओ तावदेव इदानीं तत् एतस्य विवरणं दातुं समयः नास्ति इति मन्ये अवशिष्टम् एकं वाक्यमस्ति खलु तदपि पठित्वा स्थापयामः विरामः ततः परस्परं चाक्षुषे सम्पन्ने दृष्टोऽहमपि अहमिति निश्चित्य उत्प्लुत्य कोशात् कृपाणम् आकृष्य युयुत्सुः सोऽपि सम्मुखम् अवतस्थे ततस्तयोरेवं सञ्जाताः परस्परम् आलापाः इदानीं शान्तिमन्त्रं वदामः वा ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः. Thank you.